अस्तु, तर्हि नमस्ते. अद्यतनविषयः अस्ति तदादितदन्तग्रहणम् इति परिभाषा, त्रिविंशतितमपरिभाषा अस्ति. तर्हि अत्र किम् इत्युक्ते, यदा वयं दृष्टवन्तः अचिष्णुधातुभ्रुवं द्योरेवङ्गौ इति सूत्रं, तस्मिन् सूत्रे वयं अदन्तविधिः इति सूत्रद्वयं गतसप्ताहे परिशीलनं कृतवन्तः. एकमासीत् येन विधिस्तदन्तस्य इति, यत्र युवोः इति अस्ति इकारान्तङ्गम् उकारान्तङ्गम् इति, येन विधिस्तदन्तस्य इति दृष्टवन्तः. अनन्तरं श्नु इति धातुभ्रुवाम् इति, श्नु इत्यस्य श्नु प्रत्यान्तम् अङ्गम् इति कृत्वा प्रत्ययग्रहणे तदन्ताः ग्राह्याः इति अन्यत् परिभाषा अपि दृष्टवन्तः. तर्हि भगिनी कपि भगिनी पृष्टवती किमर्थं सूत्रद्वयम् एक एव अन्तस्य येन विधिस्तदन्तस्य इति सूत्रेण एव उभयोः अपि ग्रहणं भवति खलु इति प्रश्नः पृष्टः. तर्हि तस्य उत्तरम् इति कृत्वा महोदयेन एतत् करपत्रं लिखितं. तर्हि अत्र प्रत्यग्रहणे तदन्तः ग्राह्याः इति परिभाषया तत्र विषयद्वयमस्ति, आदिविधिः अन्तविधिः इति द्वौ स्तः. तर्हि द्वयोः अपि विवरणं दत्तवान्. तर्हि तत् अग्रे पश्येम इति इदानीं परिशीलनं पुनः परिशीलनं कुर्मः. धन्यवादः. तर्हि रामप्रिया भगिनी पठति. आं भगिनि, तदादि तदन्तग्रहणं परिभाषा 23. अचिष्णु धातुभ्रुवां युवोर्युवङ्गौ इति सूत्रे अनुवृत्तिसहितसूत्रं युवोः श्नु धातुभ्रुवाम् अङ्गानाम् इयङ् वङ्गौ अचि. तत्र श्नु धातुभ्रुवाम् इति भागः अङ्गानाम् इत्यस्य विशेषणम्. अनेन श्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्. अत्र उच्यते यत् प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा 23 इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः, न तु यत् अङ्गं श्नु तस्मात् इति. इति सूत्रे अनुवृत्तिसहितसूत्रम् अस्ति युवोः श्नु धातुभ्रुवाम् अङ्गानां इयङ् वङ्गौ अचि इति. तत्र श्नु धातुभ्रुवाम् इति अङ्गस्य इति भागस्य अङ्गानाम् इति इति विशेषणमस्ति. अनेन श्नु इति भागस्य अङ्ग भागः अङ्गस्य इति इत्यस्य विशेषणम्. कथं जानीमः श्नु इति अङ्गस्य विशेषणम् इत्युक्ते किमर्थम् अङ्गस्य अङ्गम् इति कथं श्नु इति विशेषणम् अङ्गम् इति विशेष्यम् इति तत् अवगच्छति खलु भगिनि? यथा उन्नतः बालकः भवति, अनेके बालकाः सन्ति, किन्तु उन्नतः बालकः तस्य विश्लेषणं करोति, वैशिष्ट्यं भवति तस्य. तादृशमेव अनेके अङ्गानि अनेकानि अङ्गानि भवितुम् अर्हन्ति. तत्र श्नु अङ्गम् इति तत्र अत्र विशेषयति. अतः श्नु इति अङ्गस्य श्नु इति विशेषणं भवति. अत्र अङ्गम् इति विषयस्य विशेषणं श्नु भवति. श्नु भवति. प्रत्ययग्रहणे तदन्तग्राह्यः इति एकं परिभाषा अस्ति. अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति अर्थः भवति. अङ्गस्य अन्ते श्नु प्रत्ययः अस्ति चेत् तस्मात् केवलं श्नु नास्ति इति अर्थम्. आं भगिनि, केवलं श्नु इति अङ्गं नास्ति, किन्तु प्रत्ययः श्नु यस्य परे अस्ति तत् इति. आं भगिनि, धन्यवादः. अङ्गस्य अन्ते एव किल? आं भगिनि, शक्नु इति एकम् उदाहरणं दत्तवान् ह्यः, तत्र श्नु अस्ति इति. तद् तदेव किल भगिनि? आं भगिनि, तर्हि तर्हि तत् अन्ते श्नु अपि तत्र तत्र ग्रहणं भवति, श्नु इत्यस्य अपि ग्रहणं भवति इति एव वयम् अग्रे परिशीलयामः, पश्यामः. षट् षट् इति आरभ्य श्नु इति. स्वागतं पुष्पा भगिनि. अन्य के अन्य कः अस्ति? अन्य अस्ति वा? रामप्रिया भगिनी अस्ति, सुब्रह्मण्यमहोदय अस्ति, पुष्पा भगिनी, रश्मि भगिनी अस्ति वा? तर्हि सुब्रह्मण्यमहोदय अग्रे पठति वा. आं भगिनि, अत्र प्रश्नः उदेति, यतोहि स्नु इति भागः अङ्गस्य इत्यस्य विशेषणम्, अतः येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः किमर्थं न स्यात्? अत्र प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषायाः का आवश्यकता? अत्र तु एकः प्रश्नः मनसि उदेति, स्नु इति भागः अङ्गस्य इत्यस्य विशेषणं, तत्कारणात् अत्र येन विधिस्तदन्तस्य इति सूत्रेण तदन्तविधिः किमर्थं न भवति? किमर्थम् अत्र नूतन परिभाषायाः आवश्यकता अस्ति इति अत्र प्रश्नः. येन विधिस्तदन्तस्य अपि अङ्गस्य कृते एव इति प्रायः, तत्कारणात् तं सूत्रं किमर्थं श्नु अङ्गस्य कृते अपि किमर्थं न कार्यं करोति? अन्यपरिभाषायाः यथा प्रत्ययग्रहणे तदन्ताग्राह्याः इत्यस्य आवश्यकता का इति अत्र प्रश्नः. आं महोदय, अत्र येन विधिस्तदन्तस्य इति अङ्गस्य अपि गृह्णाति, वर्णसमुदायमपि गृह्णाति इति अवगन्तव्यम्. तर्हि अङ्गस्य अपि गृह्णाति इति, अङ्गम् एव गृह्णाति इति नास्ति, किन्तु अङ्गम् अपि गृह्णाति इति. तर्हि प्रायः पर्याप्तमेव इति तत्र. तत् अग्रे दत्तमस्ति, किन्तु अङ्गम् अङ्गम् अपि गृह्णाति इति, अङ्गम् एव गृह्णाति इति नास्ति, अङ्गम् अपि गृह्णाति इति अस्माकम् अवगमनम् अत्र भवेत् इति. धन्यवादः. अग्रे अपि पठति वा? पठामि भगिनि. उच्यते अत्र येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः यः वर्तते स एव तदन्तविधिः प्रत्ययग्रहणे इति परिभाषायाम् अनुवर्तते. तर्हि पुनः प्रश्नः एवं रीत्या, द्विवारं कथनस्य का आवश्यकता? अत्र पुनः प्रश्नः अस्ति. अत्र प्रथमं तु अत्र येन विधिस्तदन्तस्य इति सूत्रेण यः तदन्तविधिः भवति सः एव तदन्तविधिः प्रत्ययग्रहणे तदन्ताग्राह्याः इति परिभाषायाम् अपि अनुवर्तनं करिष्यामि. तर्हि किमर्थमत्र तदन्तस्य द्विवारं कथनस्य आवश्यकता इति प्रायः अत्र प्रश्नः. धन्यवादः. येन विधिस्तदन्तस्य अपि तदन्तः तदन्ताः अस्ति, प्रत्ययग्रहणे तदन्ताः ग्राह्याः तत्रापि तदन्ताः अस्ति, किमर्थमत्र द्विवारं तदन्ताः इत्यस्य आवश्यकता अस्ति? तदन्ताः इत्यस्य अनुवर्तनं कर्तुं शक्ष्यामः किल इति अत्र प्रश्नः. आं महोदय, अनुवर्तनं भूत्वा एव प्रत्ययग्रहणे अपि तदन्त इति आगच्छति. येन विधिस्तदन्तस्य इत्यस्मात् एव वयं स्वीकुर्मः तदन्त इति पदं, तर्हि किमर्थं पुनः स्वीकृत्य पुनः अन्यत् अन्यत् परिभाषा किमर्थं नूतनपरिभाषा इति अस्माकं प्रश्नः. आमां धन्यवादः. पृष्ट्वा भगिनि पठति भगिनि अग्रे. वस्तुतस्तु द्विवारम् इति नास्ति. अत्र श्नु च अङ्ग च अनयोः सुगन्धपूरणार्थम् इयं परिभाषा अपेक्षते. तत्र अत्र प्रश्नस्य उत्तरमस्ति सम्बन्धपूरणार्थं. सम्पूर्णपरिभाषा एवं प्रत्ययग्रहणे यस्मात् सविहितस्तदादेस्तदन्तस्य ग्रहणम् विहितः तदादेः तदन्तस्य ग्रहणं परिभाषा. यस्मात् च विहितस्तदादेः तदन्तस्य यस्मात् सा जायते यस्मात् सः इति यस्मात् सा विहित यस्मात् स अत्र अर्थः किं यस्मात् स तद् पश्यामः भगिनि. आम् विहितमस्ति खलु. हा सा कुत्र अस्ति सः इति सः यस्मात् सः विहितः सः लोपः विहितस्तदादेः तदन्तस्य ग्रहणं परिभाषा त्रिविंशति. अस्यां च परिभाषायां द्वयोः सूत्रयोः योगविभागः कृतः. अस्यां च परिभाषायां द्वयोः सूत्रयोः योगविभागं कृतः. अस्य कथनस्य आशयः एवं. चिन्तयतु द्वे सूत्रे स्तः. प्रत्येकं सूत्रं भागद्वये विभज्य प्रत्येकस्मात् कश्चन अंशं स्वीकृत्य अनयोः द्वयोः अंशयोः योगं कृत्वा नूतना परिभाषा यदा निर्मीयते तदा अयं योगविभागः इत्युच्यते. प्रथमवाक्यं स्वस्थ अर्थम् अस्ति. प्रश्नात् अर्थमस्ति ऐ मीन् उत्तरमस्ति. हा वस्तुतस्तु द्विवारम् इति नास्ति. अत्र श्नु च अङ्ग च अनयोः सम्बन्ध पूरणार्थम् इयं परिभाषा अपेक्षते. सम्पूर्णपरिभाषा एवम् एतत् परिभाषा अस्ति प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणं परिभाषा. अस्यां च परिभाषायां द्वयोः सूत्रयोः योगविभागः कृतः. अत्र अस्ति ये अस्यां परिभाषाय द्वयोः सूत्रयोः योगविभागः कृतः. अस्य कथनस्य आशयः एवं. चिन्तयतु द्वे सूत्रे स्तः. द्वे सूत्रः प्रत्येकं सूत्रं भागद्वये विभज्य प्रत्येकं सूत्रं द्विवारे विभज्य प्रत्येकस्यात् कश्चन अंशं स्वीकृत्य प्रत्येकस्मात् अहं वदामि भगिनि, इत्युक्ते योगविभागः यस्ति किम् इति अत्र वदति महोदय. योगविभागः इत्युक्ते यत्र द्वे सूत्रे अन्य पाणिनिना लिखितं द्वे सूत्रे सह यत्किमपि सूत्रं द्वे सूत्रद्वयं द्वे सूत्रे सह एकस्मात् एकम् अंशं स्वीकृत्य अन्यसूत्रात् अन्य अंशं स्वीकृत्य यत्र योजयामः, योजयित्वा नूतनपरिभाषा निर्मीयते, तत् परिभाषायाः नाम योगविभागः इति. तथा यथा कुर्म तस्य नाम योगविभागः इति. एकस्मात् सूत्रात् एकः अंशः, अन्यत् सूत्रात् अन्य अंशः, द्वयोः मेलनं भवति, मिलित्वा द्वौ अपि मिलित्वा एका नूतनपरिभाषा यदा निर्माणं कुर्मः. वयं न कुर्मः, व्याकरण लोके यदा वैयाकरणः कृतवन्तः तस्य नाम योगविभागः इति उच्यते. तस्य परिभाषायाः नाम योगविभागः इति. तादृशयोगविभागः अस्ति प्रत्ययग्रहणे यस्मात् स विहितस्तदादेः तदन्तस्य ग्रहणम् इति परिभाषा अपि तादृशयोगविभागः अस्ति. पाणिनिना द्वे सूत्रे लिखितं येन विधिस्तदन्तस्य इति एकं सूत्रम्. अन्यत् सूत्रमपि अस्ति. तर्हि द्वयोः सूत्रयोः कश्चन विभागः स्वीकृत्य एतत् नूतन एषा नूतनपरिभाषा कृता इति अत्र उक्तमस्ति. किमर्थम् इत्युक्ते श्नु इति प्रत्ययः अस्ति, अनन्तरम् अङ्गम् इति अस्ति. तर्हि द्वयोः अपि सम्बन्धपूरणार्थं, तर्हि कुतः आरभ्य कुतः पर्यन्तं, कीदृश कथं वयं जानीमः कुतः आरभ्य कुतः पर्यन्तं श्नु इति प्रत्ययमपि स्वीकरणं या प्रत्ययं त्यजामः वा अङ्गम् इति एव वा इति अनेके प्रश्नाः भवन्ति खलु अस्मै यदा वयं पदन अङ्गनिर्माणं वा एतत् सूत्रं यदा वयं प्रयुज्यामः तस्मिन् समये एतत् सूत्रं परिभाषासूत्रम् आगत्य अस्माकं सहायं करोति, वदति कुतः आरभ्य कुतः पर्यन्तम् एतस्य ग्रहणं भवति इति वदति. तर्हि तदर्थम् एतत् योगविभागः इति ग्रहणं तु नास्ति. ग्रहणं तस्य चन्द्रग्रहणं सूर्यग्रहणं ग्रहणमिति यत्र गृह्णामि वदामः खलु ततः एव ग्रहणमपि भवति. यत्र यत्र तस्य प्रसक्तिः तस्य कार्यं भवति इति आं भगिनि. अत्र यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति सूत्रे अङ्गम् इति भागं निष्कास्य यस्मात् प्रत्ययविधिः तदादि प्रत्यये इति भागः स्वीक्रियते. पुनः येन विधिस्तदन्तस्य इति सूत्रे तदन्तस्य इति भागः स्वीक्रियते. द्वयोः अंशयोः यस्मात् प्रत्ययविधिः तदादि प्रत्यये तदन्तस्य इत्यनयोः संयोजनेन परिभाषा निर्मिताः अयं च योगविभागः. अत्र तु प्रथमं सूत्रमस्ति यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गं प्रत्यय सूत्रमस्ति संज्ञासूत्रं वा भगिनि? आं भगिनि, अङ्गम् इति संज्ञासूत्रं. तत् सूत्रे अङ्गम् इति भागं त्यजामः चेत् यस्मात् प्रत्ययविधिः तदादिप्रत्यये इति भागमस्ति. येन विधिस्तदन्तस्य इति सूत्रं सूत्रे तदन्तस्य इति भागः स्वीक्रियते द्वयोः अंशयोः मिलित्वा यस्मात् प्रत्ययविधिः तदादिप्रत्यये तदन्तस्य इत्यनयोः यदा वयं संयोजयामः चेत् परिभाषा इयं परिभाषा निर्मिता अयं च योगविभागः इति नाम. यस् क्षम्यता भगिनि, भगिनि म्यूटेड् नास्ति भगिनि. धन्यवादः. तदानीं किं भवति यस्मात् प्रत्ययः विधीयते तदादि इति उपतिष्ठते प्रत्यये गृह्यमाणे. अर्थात् यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति सूत्रम् अस्माभिः पूर्वमेव पठितं तेन या अङ्गसंज्ञा विधीयते सा च अस्य सूत्रस्य एकं प्रयोजनम् एकः अर्थः. अपरः अर्थः जन्यते यदा अङ्गम् इति भागः पृथक् क्रियते तदानीं सूत्रं भवति यस्मात् प्रत्ययविधिः तदादिप्रत्यये इति. सूत्रस्य प्रथमे अर्थे अङ्गसंज्ञा विधीयमान अर्थे प्रत्यये इत्यनेन प्रत्यये परे इत्यर्थः, अधुना प्रत्यये गृह्यमाणे इति अर्थः. अस्मिन् नूतने अर्थे यस्मात् प्रत्ययविधिः तदादिप्रत्यये तदन्तस्य इत्यनयोः संयोजनेन नवीना सम्मिलिता समाहृता असेम्बल्ड् परिभाषा. तदादिविधिः एकस्मात् सूत्रात् आनीयते, तदन्तविधिः अन्यस्मात् आनीयते, मिलित्वा परिभाषा इति उच्यते. अहं प्रयत्नं करोमि भगिनि. तदानीं किं भवति इत्युक्ते द्वयोः सूत्रयोः मेलनानन्तरं किं भवति इति अत्र अस्ति. यस्मात् प्रत्यये तदादि इति उपतिष्ठते प्रत्यये गृह्यमाणे. तदादि कुत्र उपतिष्ठते? अत्र सूत्रे अस्ति खलु यस्मात् प्रत्यये विधिः तदादि प्रत्यये इति. तत्र तदादिः अस्ति. तर्हि आदि विधिः अत्र अत्र उक्तमस्ति. अस्माकं यदा वयं कुर्मः आदि अन्तम् अस्माभिः अवगन्तव्यं खलु, तर्हि तदर्थम् एतं सूत्रं निर्मितमस्ति. तर्हि आदि इति भागः यस्मात् प्रत्ययविधि तदादि प्रत्यये इति प्रत्यये इति यथा भवति इत्युक्ते प्रत्यये गृह्यमाने इति भवति सति सूत्रमि भूत्वा, तर्हि आदिविधिः एतस्मात् सूत्रात् आगच्छति. आदिविधिः यस्मात् प्रत्ययविधि तदादि प्रत्यये इति सूत्रेण आदिविधिः भवति इति वा भगिनि? प्रत्यये गृह्यमाणे अर्थात् इति सूत्रम् अस्माभिः पूर्वमेव पठितं यस्मात् प्रत्ययविधि तदादि प्रत्ययङ्गं तेन तदेव अङ्गसंज्ञा सूत्रमस्ति. सूत्रस्य एकं प्रयोजनम् अङ्गसंज्ञा. अपरः अर्थः यदा अङ्गम् इति भागः पृथक् क्रियते तदानीं सूत्रं भवति अस्मात् त्यजामः तत् किं भवति सूत्रं यस्मात् प्रत्ययविधि प्रदादि प्रत्यये इति भवति. तदेव महोदयेन सती सप्तमी इति वदति किल. आं भगिनि, अङ्गसंज्ञा विधि प्रत्यये इत्यनेन भगिनि सती सप्तमी इत्युक्ते तस्मिन् समये यदा तथा भवति इति भवति खलु सतिसप्तमी अध्यापके आगमने सति छात्राः आगते सति छात्राः उत्तिष्ठाः इति सतिसप्तमी गीताप्रवेशपुस्तके पठितवन्तः खलु भगिनि तस्मिन् समये इति आगच्छति अस्तु भगिनि अस्तु तस्मिन् सन्दर्भे तस्मिन् निमित्ते तस्मिन् सन्दर्भे इति खलु भगिनि रामप्रिया भगिनी तथा खलु आं भगिनि प्रत्ययेन प्रत्यये परे इति अर्थः अधुना प्रत्यये गृह्यमाणे इति अर्थः प्रथमम् अर्थः अस्ति प्रत्यये परे इति यदा अङ्गम् इति न त्यजामः चेत् यदा त्यजामः चेत् प्रत्यये गृह्यमाणे इति अर्थः आं वा मम तु किञ्चित् कष्टमेव अस्ति एकवारं वदतु भगिनि एकवारं वदतु संशयः अर्थं तु अवगच्छामि परन्तु कथं तस्मिन् विषय तं विषयं प्रतिपादयामि इति क्लेशः अस्ति मम कृते अपि तस्मात् कारणात् एव अहम् उक्तवान् यः किञ्चित् अवगच्छामि अत्र कथं प्रतिपादयामि इति किञ्चित् क्लेशः अस्ति अत्र अर्थं तु अवगच्छामि कः वक्तुमिच्छति अत्र तत्तु अवगच्छामि परन्तु कामेण्टरी प्रतिपादनं तु न कर्तुं शक्ष्यामि अत्र किञ्चित् प्रायः भाषायाः प्रावीण्यता नास्ति इदानीं प्रायः अहमपि चिन्तितवती यत्र अङ्गसंज्ञा भवति तत्र तु अस्माकं क्लेशः न वर्तते खलु तत्र तु अस्माकं सूत्र पाणिनेः सूत्र सूत्रानुसारप्रत्यये इति सप्तमी आगच्छति चेत् तर्हि परे परसूत्रम् इति आगच्छति परकार्यम् इति आगच्छति तत्र तु अस्माकं क्लेशः नास्ति खलु यस्मात् प्रत्ययविधिः तदापि प्रत्यये अङ्गम् इति नामकरणे तस्मिन् अस्माकं किमपि क्लेशः नास्ति तर्हि इदानीम् अङ्गम् इति यत्र त्यजामः तस्मिन् समये एव अस्माकं क्लेशः वर्तते यत्र अङ्गम् इति त्यजामः चेत् अस्माकं इदानीं किं भवति यस्मात् प्रत्ययविधिः तदादि प्रत्यये इति भवति यत्र वयं शृणुमः तर्हि अस्मिन् सन्दर्भे किम् इत्युक्ते महोदय यत् वदति इत्युक्ते अस्मिन् सन्दर्भे प्रत्यये इति पाणिनेः माहेश पाणिनेः तत् विधिः अस्ति खलु सप्तमी इत्युक्ते परसूत्रम् इति तादृशरीत्या मा चिन्तयतु अत्र प्रत्यये इत्युक्ते सतिसप्तमी इति चिन्तयतु यत्र अध्यापके आगते इति अध्यापे अहं मया सति इति न वक्तव्यं खलु अध्यापके आगते छात्राः उत्थितवन्तः इति एव अहं वक्तुं शक्नोमि खलु तर्हि अध्यापके आगते इत्युक्ते तस्मिन् समये तस्मिन् सन्दर्भे इति भवति खलु यदा तथा भवति इति तादृशमेव प्रत्ययग्रहणे इत्युक्ते यदा प्रत्यये प्रत्ययस्य निमित्तं ग्रहणं भवति इत्युक्ते यत्र अहं यदा कार्यं सम्भवति तस्मिन् सन्दर्भे अहं अध्यापकः आगच्छति इति कार्यं भवति इति वदामि किन्तु अत्र तु ग्रहणं भवति खलु तर्हि प्रत्यये ग्रहणे इति चिन्तयतु इति सतिसप्तमी इति चिन्तयामः इति अस्माकम् अवगमनं भवेत् इति महोदयस्य करपत्राणि सति मम अपि तत्रैव अत्र प्रत्ययम् अपि स्वीकृत्य यः भागः अस्ति सः भागः इति अर्थः वा भगिनि सः भागः प्रत्यये प्रत्यये इति वदामः तस्मिन् समये यत् इत्युक्ते प्रत्यये ग्रहणे इति अर्थः भवति. प्रत्यये ग्रहणे इति वदामः चेत् प्रत्यये अपि तत्र ग्रहणं भवति. तर्हि इति सारांशः. आं महोदय, सत्यं. यदा उदाहरणार्थं शक् योगः श्नु इति अस्ति चेत् शक्नु इति प्रत्यये ग्रहणे वा? आम्, तत्र आदि अपि ग्रहणम् अस्माकं ग्रहणम् अभवत् शक् इति धातुः. अनन्तरं प्रत्यय शक्नु इति यदा भवति तर्हि तत्र श्नु प्रत्ययः योजितमस्ति खलु, तत्र प्रत्यये योजितमस्ति, तर्हि शब्दमस्ति, तर्हि अङ्गमस्ति, तर्हि तत् अपि वयम् अत्र गृह्णामः इति. तद् येन विधिस्तदन्तस्य इति सूत्रात् कथं भिन्नं? तदेव, येन विधिः तदन्तस्य इति सूत्रं किं वदति, अन्तविधिः एव अस्ति. प्रथमभेदस्य अन्तविधिः एव तत्र अस्ति, आदिविधिः नास्ति. कुतः आरभ्य इति नास्ति. अन्यत् अस्ति येन विधिस्तदन्तस्य इति, यदि अहं तदेव स्वीकरोमि तर्हि यत्र श्नु इति श्नु अङ्गस्य इति यदि वदामः चेत् श्नु अङ्गस्य एव श्नु अङ्गमेव श्नु इति भवेत्. नो चेत् अहं अङ्गे इश्नु द्वौ अपि भवेत् खलु. श्नु इति अङ्गस्य अन्ते भवेत्. किन्तु अस्माकं शक्नु इत्यस्मिन् शकारः तु नास्ति खलु, तत्र तु प्रत्ययस्य योजनम् अभवत्. प्रत्ययोजनं प्रत्ययकार्यं तत्र आसीत्, वर्णनिमित्तिकं कार्यं वर्णमेलनं तत्र नासीत्. तत्र तु वर्णनिमित्तिकं कार्यं नास्ति, किन्तु प्रत्ययस्य योजनम् अभवत्. तर्हि शकारस्य लोपः अभवत् लशक् तत्त्वे इत्यनेन. तथा शक्नु इति अपि श्नु इति प्रत्यय अङ्गमस्ति. अङ्गम् इति केवलम् अङ्गं नास्ति, किन्तु प्रत्यय अङ्गमस्ति. परन्तु भगिनी, यदि वयम् अङ्गम् अङ्गः कः इति चिन्तयामः, अत्र शक्नु अपि अङ्गमस्ति खलु? सत्यं, किन्तु तथैव महोदयेन अग्रे एतत् करपत्रे लिखितमस्ति येन विधिस्तदन्तस्य. एतावत् पर्यन्तं वयम् अङ्गकार्ये एव दृष्टवन्तः खलु, किन्तु तस्य ग्रहणं वर्णसमूहे अपि भवति इति. यदि येन विधिस्तदन्तस्य इति वर्णसमूहस्य कार्यं चिन्तयामः चेत् श्नु इति यदा श्नु इति यदा वदामः तस्मिन् समये प्राय श्नु इति वर्णसमूहः भवेत् तत्र अन्ते. तदपि भवति खलु, तत्र स्पष्टतया न उक्तमस्ति येन विधिस्तदन्तस्य. प्रत्ययस्य कार्यम् अन्यत् भिन्नं भवति खलु, यत्र प्रत्ययमेलनं भवति भिन्नभिन्नकार्याणि तत्र सम्भवन्ति खलु. तर्हि धातोः किं वदामि, तत्र रूपपरिवर्तनम् अपि भवति खलु, केच आगमनं लोपः सर्वं भवति खलु. तत्र मिलित्वा अङ्गग्रहणं करणीयम् इति एव, तस्मात् एव नूतनपरिभाषा निर्मिता इति. तर्हि तस्यपि अत्रापि आदिः इति एव भवति. तत्र अस्माकं येन विधिस्तदन्तस्य आदिविधिः नासीत् अत्र. अन्तविधिः एव तदा. अन्तविधिः वयं पूर्वमेव न वयं पठितवन्तः, अतः अस्माकं तादृशसंशयः न भवति. किन्तु एतावत् पर्यन्तं यत् ये अभ्यासाः वयं कृतवन्तः तत्र वयं महोदय इतः आरम्भं करोतु तत्र पर्यन्तं भवति इति उक्तवान्, अतः अस्माकं संशयः न भवति. किन्तु यदि प्रथमवारं यदा एकः पश्यति चेत् कुतः आरभ्य मया स्वीकरणीयम् इति प्रश्नः उदेति, तर्हि तस्य कृते एतत् परिभाषा लिखितमस्ति इति. इत्युक्ते अत्र अन्तस्य कृते तु संशयः नास्ति, कुतः आरभ्य स्वीकुर्मः इति कारणात् एव अत्र परिभाषा अस्ति. एकमस्ति, किन्तु अन्यत् अस्ति प्रत्ययस्य अपि ग्रहणं भवति इति. वर्णसमुदायम् इति अस्माकं दृष्टिकोणः तत्र अत्र नास्ति. यत्र प्रत्ययस्य कार्यं भवति तत्र प्रत्याङ्गम् इति भवति खलु, तर्हि तत्र प्रत्ययस्यपि ग्रहणं भवतु इति. यत्र वयम् अङ्गम् इति स्वीकुर्मः महोदय, तत्र श्नुयोगः शक्योगः श्नु शक्नु इति अङ्गमस्ति. तत्र तत्र शक् इति एव शक् खलु, शक् इति धातुः खलु. आम्, तर्हि शक् इति धातुः, आं भगिनि, शक् इति धातुः अस्ति खलु, तत्तपि अङ्गमस्ति. श्नु प्रत्ययस्य अङ्गम् इति यदि अहं पृच्छामि चेत् महोदय किं वदति, शक् इति एव अङ्गमस्ति खलु. तर्हि अस्माभिः श्नु इत्यपि योजयित्वा तत्र योजयित्वा गृह्णामः, नो चेत् शक् इति एव तत्र एव समापयामः इति प्रश्नोति इति खलु. शक् इत्यस्य अङ्गं भवति श्नु इत्यस्य अङ्गं भवति शक् इति एव भवति खलु. तर्हि कार्यम् अस्माकं कार्यम् अत्र शक् इति अत्रैव तत्रैव समाप्य अस्माभिः कार्यं सूत्रं करणीयं वा, नो चेत् शक्नु इति पूर्णतया मिलित्वा स्वीकृत्य प्रत्ययमपि स्वीकृत्य कार्यं अस्माकं कार्यविधिः भवति वा इति. भगिनी, अहम् एकं वदामि इदानीम्. अत्र श्नु अङ्गस्य इति अस्ति खलु, अचिष्णु धातु भ्रुवां, अचिष्णु धातु भ्रुवां युवर्यङ्गु वङ्गौ अस्ति खलु भगिनि. अत्र अनुवृत्तिसहितसूत्रं सूत्रे युवोः श्नु धातु भ्रुवाम् अङ्गानां यङ्गु वङ्गौ अचि इति अस्ति. अत्र श्नु अङ्गस्य अस्ति. यदि वयं श्नु अङ्गस्य स्वीकुर्मः तस्मिन् समये अत्र शक् एव अङ्गः भवति श्नु अङ्गस्य इत्युक्ते. तत्कारणात् एव अत्र तदादिः इत्यस्य प्रसक्तिः अस्ति. किमर्थं चेत् वयं श्नुः अपि अत्र योजितुम् इच्छामः. तत्कारणात् एव अत्र तदादिः इत्यस्य परिभाषायाः आवश्यकता अस्ति इति अहं चिन्तयामि. सत्यं महोदय, सत्यं महोदयेन यत् उक्तं सत्यं. यथा महोदय उक्तवान् श्नु अङ्गं यत् इति प्रश्नस्य उत्तरं भवति शक् इति एव भवति खलु. तत्र श्नु इति न भवति, तत्र श्नु शक्नु इति न भवति. तर्हि कथं शक्नु इति अस्माकम् आवश्यकता अस्ति शक्नु इति ग्रहणं भवेत् इति भवति. तर्हि किं भवति, तर्हि अन्तविधिः अपि अस्माभिः योजनीया. तदर्थमेव तत्र अत्र प्रत्यये ग्रहणे गृह्यमाणे इति अस्ति. द्वौ अपि अस्माभिः अस्माकम् द्वौ अपि अस्माकम् अस्मभ्यम् अस्माकम् आवश्यकता भवति उभौ खलु, उभयोः अपि आवश्यकता भवति. आदिः अन्तः इति, आदिः अन्तः अपि. तर्हि आदिः यत्र इति यत्र अस्ति प्रत्ययविधिः तदादि इति भवति, तर्हि आदिः गृह्णामः. यत्र प्रत्यये इति अस्ति इत्युक्ते प्रत्यये गृह्यमाने इति अस्ति, तत्र अन्तः गृह्णामः. अन्तः अपि, अन्तः अपि, आदिः अपि अन्तः अपि. तदेव संयोजनेन नवीन परिभाषा अस्ति, मिलित्वा परिभाषा इति उच्यते. अत्र प्रत्यये इति एव अस्ति, किन्तु वयं यत्र वयं योजयामः तदन्तस्य यदि योजयामः तर्हि अन्तस्य इति पूर्णं भवति, अन्तविधिः अपि पूर्णं भवति. तर्हि मिलित्वा परिभाषा इति उच्यते. धन्यवादः भगिनि. सुब्रह्मण्यम्, यस्मात् प्रत्ययविधिः तदादिप्रत्यये इत्यनेन तदादिविधिः अङ्गसंज्ञाविधायकसूत्रात् यस्मात् प्रत्ययविधिः तदादिप्रत्यये इति भागं पृथक् कृत्य अर्थं विपरन्नमय्य प्रत्यये इत्यस्य सप्तमी विभक्तिम् आश्रित्य प्रत्यये गृह्यमाणे सति इत्यर्थम् उक्त्वा ततः परं तदादि इति अंशः साध्यते. अत्र विपरणमय्य इत्युक्ते किं भगिनि? विपरिणमय इत्युक्ते यत्र तस्य परिवर्तनं भवति इति. यत्र वयं अर्थपरिवर्तनं भवति खलु, यत्र वयं भागं प्रथमभागं स्वीकुर्मः, यत्र अङ्गम् इति त्यजामः, तस्मिन् समये अर्थपरिवर्तनं भवति इति. अर्थपरिवर्तनं भूत्वा प्रत्यये इत्यस्य सप्तमी विभक्ति अर्थं त्यक्त्वा प्रत्यये गृह्यमाने सति इति अर्थः भवति. अस्तु भगिनि, तर्हि यत्र वयं प्रत्यये गृह्यमाने सति इति भवति, अनन्तरं वयं किं कुर्मः, तदादि इति अवंशः साध्यते, अस्माभिः साध्यते आदिविधिः अपि. प्रथमं तु अन्तविधिः, तदनन्तरम् आदिविधिः. अग्रे पठामः. अपि च व्याकरणशास्त्रे तदन्तविधिः यत्र यत्र आश्रीयते, यत्र यत्र उपयुज्यते, तत्र सर्वत्रापि येन विधिस्तदन्तस्य इति सूत्रबोधिततदन्तविधिः एव सः. अतः प्रत्ययग्रहणपरिभाषायां विद्यमानतदन्तविधिः अपि येन विधिस्तदन्तस्य इति सूत्रबोधिततदन्तविधिः एव. अतः सः परिभाषायां विद्यमानतदन्तविधिः अन्यः न, अपि तु येन विधिस्तदन्तस्य इत्यस्य एव. अत्र सूक्ष्मरूपेण भगिनी, अत्र व्याकरणशास्त्रे यत्र यत्र तदन्तविधिः उपयोगं करिष्यामः तत्र सर्वत्र येन तद् विधिस्तदन्तस्य सूत्रं यः यं बोधयति तथैव स्वीकुर्मः. अतः अत्र प्रत्ययग्रहणपरिभाषायां विद्यमान यः तदन्तविधिः अस्ति तत्तु येन विधिस्तदन्तस्य इति सूत्रबोधिततदन्तविधिः एव, अन्यः नास्ति इति अत्र तथा एव. अत्र परिभाषायां यः तदन्तविधिः अस्ति तत्तु येन विधिस्तदन्तस्य सूचित अथवा बोधित तदन्तविधिः एव, अन्यः न इति अत्र अर्थः. अस्य च सर्वस्य श्रवणेन स्वाभाविकप्रश्नः उदेति, किन्तु अस्माकम् अचि स्नुधातु इति स्थितौ तु तदादि इति प्रसङ्गो नास्ति किल. अत्र स्नुयोगः अङ्गम् इत्यनेन स्नुप्रत्ययान्तम् अङ्गम् इत्येव अर्थः साधनीयः. अत्र इतः पर्यन्तं वयं यः पठितवन्तः तत्र तु तदन्तविधि एव पठितवन्तः, परन्तु तदादिविधिः कः इति तस्य प्रसङ्गः न अभवत् इति अत्र लिखितमस्ति भगिनि. पुष्प भगिनि म्यूटेड् अस्ति वा? म्यूट् म्यूट् म्यूट् अस्ति. अस्तु. अस्य प्रश्नस्य च उत्तरदानावसरे अस्माकं सर्वचर्चायाः मूलबीजं एक एकवारं वाक्यं विवरणं कृते अर्थं अस्य प्रश्नस्य तत् प्रश्न उदेति न अस्य प्रश्नस्य च उत्तरदानावसरे उत्तरम् अस्माकं मूलबीजम् अस्ति सर्वचर्चायां मूलबीजं तदादि इति प्रसङ्गे नास्ति प्रसङ्गे नास्ति किल अस्तु यतोहि अत्रापि तदादि इति अपेक्षितम् एव उत्तर प्रश्न अस्ति न यतः यतोहि अत्रापि तदा तत् आदि इति अपेक्षितम् आदिः इति आवश्यकं खलु कुतः नो चेत् श्नु प्रत्ययः अन्ते अस्ति प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत् देवदत्तः फलं प्राप्नुवन् पठति इति वाक्ये देवदत्तः फलं प्राप्नु इति समुदाये प्रत्ययः अन्ते अस्ति अत्र श्नु प्रत्यय अन्ते अस्ति उदाहरणं दत्तं प्रत्ययग्रहणे केवलं तदन्तस्य ग्रहणं स्वीकुर्मः चेत् देवदत्तः फलं प्राप्नुवन् कवत् प्रत्ययः पठति इति वाक्ये देवदत्तः फलं प्राप्नु प्राप्नु सम्यक् अस्ति न देवदत्तः फलं प्राप्नु इति श्नु प्रत्ययान्तपर्यन्त भागे श्नु प्रत्ययः अन्ते अस्ति इति कृत्वा देवदत्तः फलं प्राप्नु इत्येव अङ्गम् वयं पूर्वं दृष्टवन्तः यत्र प्रत्ययः परे अस्ति चेत् तस्मात् पूर्वं यत् अस्ति तत् अङ्गम् इति देवदत्तः फलं प्राप्नु इति पूर्णतया अङ्गं भवति इति अस्माकं चिन्तनं भवति खलु यतोहि देवदत्तः फलं प्राप्नु इत्यपि श्नु प्रत्ययान्तम् अस्तु प्राप्नु श्नु प्रत्ययः तस्य अङ्गसंज्ञा वारणार्थं यस्मात् विहितः इत्युक्ते देवदत्तः फलं प्राप् इति समुदायात् न अपि तु आप् धातुतः एव श्नु प्रत्ययः विहितः तर्हि अत्र प्राप्नु इति अस्ति तर्हि अत्र अस्माकं विष्णुप्रत्ययः कुत्र विहितः देवदत्तः फलं प्राप् इति समुदायात् विहितः नो चेत् आप् धातुतः विहितः वा इति प्रश्नः भवति खलु प्रश्नः तु एकमेव अस्ति आदिः कुत्र इति कुतः इति आदिकुतः तदादि इत्यस्य ग्रहणेन आप्नु इत्यस्य एव अङ्गत्वं न तु देवदत्तः फलं प्राप्नु इत्यस्य प्राप् नास्ति न प्रा इति उपसर्गः खलु प्राप् देवदत्तः देवदत्तः फलं प्राप् नास्ति सम्यक् नास्ति सम्यक् नास्ति. तदादिवधेः प्रयोजनम् इदं वयं पूर्वमेव महोदय पाठयितुम् अतः अस्माकम् एतत् प्रश्नः तु एषः प्रश्नः तु कदापि न उदितम् किमर्थमिति बोधितवान् आप् इति दातुम् इति आरभ्य स्वीकरोतु इति. किन्तु यदा वयं न जानीमः तस्मिन् समये अत्र प्रश्नः उदिति तर्हि एषः अस्ति अस्य प्रश्नस्य अस्ति वा अस्ति वा नास्ति नास्ति इति आं भगिनि धन्यवादः भगिनि. आं भगिनि आप् धातुः एव अयं श्नुप्रत्ययः विहितः. अपि च सुबन्तस्य प्राप्नुवन् इति यथा तिगन्तस्य प्राप्नुवन्ति इत्यस्य अपि तथैव. देवततः फलानि प्राप्नुवन्ति आहत्य प्रत्ययग्रहणे यस्मात् स विहितः तदादिः तदन्तस्य ग्रहणं तदादेः तदन्तस्य ग्रहणम् इत्यनेन यस्मात् प्रत्ययः विहितः तस्मात् एव प्रत्ययान्तस्य ग्रहणम्. एवं च आप् धातोः श्नु प्रत्ययः कृतः चेत् आप्नु इत्येव गृह्यते. तस्य एव उकारस्य स्थाने उवङ् आदेशः विधीयते, न तु देवदत्तः फलं प्राप्नु इत्यस्य. यतोहि यस्मात् श्नु प्रत्ययः विहितः इत्यस्य कथनेन आप् इत्यस्मात् विहितः, यस्मात् विहितः तदादि, अतः आप् इत्यस्मात् आरभ्य इति भागः गृह्यते. श्नु धातुब्रुवाम् अङ्गानाम् इत्यनेन श्नु अङ्गस्य इत्यनेन, न तु देवदत्तः इत्यस्मात् आरभ्य, अतः आप् इत्येतदा एतत् आद्य अवयवकः श्नु प्रत्यय अन्त अवयवकसमुदायः ग्राह्यः इति अर्थः. नाम आप्नु इति समुदाये आप् इति आद्य अवयवः न तु अन्त अवयवः. आप्नु इति समुदायः आप् आद्य अवयवः न तु इत्येतात् अन्त अवयवकसमुदायः. तस्य च अजादिप्रत्यये परे उवङ्गादेशः. आप् धातुः एव श्नुप्रत्ययः विहितः अस्ति. आप् धातोः एव श्नुप्रत्ययः विहितः अस्ति. आप्नु इति प्राप्नुवन् इति यदा तिगन्तस्य प्राप्नुवन्ति इत्यस्यापि तथैव सुबन्तस्य प्राप्नुवन् शत्रु प्राप्नुवन् प्राप्नुवन्ति इत्यस्यापि तथा एव तदैव. देवदत्तः फलानि प्राप्नुवन्ति उदाहरणमस्ति. प्रत्ययग्रहणे यस्मात् स विहितः तदान्ति ग्रहणमित्यस्य यस्मात् प्रत्ययः विहितः तस्मादेव प्रत्ययान्तस्य ग्रहणम्. अस्माकं सुबन्तस्य निर्माणे खलु शत्रुप्रत्ययः खलु शत्रुप्रत्ययः सार्वधातुकप्रक्रिया एव अनुसरति. तर्हि सार्वधातुकप्रक्रिया अस्ति. प्राप्नुवन्ति इति तिङन्तपदस्य निर्माणे अपि सार्वधातुकप्रक्रिया अस्ति. तर्हि मध्येष्णु इति प्रत्ययः उपविशति उभयत्र. तर्हि अत्र समानकार्यम् अस्ति इति तर्हि समानकार्यं समानप्रश्नः भवति अत्र अस्माकं. तस्मादेव प्रत्ययन्ते समानकार्यम्. एवं च आप् धातोः श्नु प्रत्ययः कृतः चेत् आप्नु इत्येव गृह्यते. आम् आप्नु आप्योगश्नु आप्नु तस्य एव उकारस्य स्थाने उवङ् आदेशः विधीयते. आम् उवङ् अस्ति चेत् आप्नुवन्ति इति बहुवचनरूपं. देव न तु न तु फलं देवदत्तः प्राप्नु इत्यस्य ओ ओ तस्मात् न विहितः आप्नु इत्यस्य एव विहितः. तद् तद् अर्थं किल. यतोहि यस्मात् श्नु प्रत्ययः विहितः इत्यस्य कथनेन आप् इति आप् इत्यस्मात् विहितः यस्मात् विहितः तद् आदिः अतः आप् इत्यस्मात् आरभ्य इति भागः आप् इत्यस्मात् एव आरभ्य न तु देवदत्तः फलं प्राप्नु इत्यस्मात् श्नु धातुवाम् अङ्गानाम् इत्यनेन श्नु अङ्गस्य इत्यनेन न तु देव अवगतम् अतः आप् आप् आद्यवयवकः श्नु प्रत्ययान्त अवयवकः समुदायः ग्राह्यः इति अर्थः तत्र तदर्थं किं भगिनि आप् इति आदि अवयवकः प्रत्यान्त अवयवक उभौ अपि मिलित्वा समुदायः गृह्यः द्वौ अपि मिलित्वा समुदायः वर्णसमुदायः अवयवसमुदायः अत्र भवति खलु आदि अवयवसमुदायः प्रत्यान्त आप्नु इति समुदाये आप् इति आद्यवयवः न तु अन्तवयवः आम् आप्नु इति समुदायः मिलित्वा समुदायः आप् तदेव आप् इति अद्यवयवकः नु इति अन्तवयवकः समुदायः मिलित्वा आप्नु इति समुदायः तस्य च अजादिप्रत्यये परे उवङ्गादेशः भवति आप्नु योगः उवङ्ग् इति भवति आं भगिनि तत्र आप्नु इत्यस्य उकारस्य स्थाने उवङ्गादेशः भवति आप्नुव इति भवति खलु यदि अस्माकम् आदि अवयवः नास्ति चेत् किं भवति अस्माकं देवदत्तः फलं प्राप्नु इति आरभ्य वयम् आदिः इति चिन्तयामः तथा नास्ति यदि अन्तविधिः नास्ति चेत् किं प्रत्ययग्रहणे इति प्रत्ययमपि न गृह्णामः चेत् किं भवति आप् इति एव भवति तर्हि आप् इत्यस्मात् उकारः तु नास्ति अस्माकं सूत्रं वदति श्नु अङ्गस्य श्नु अङ्गस्य उकारस्य स्थाने श्नु अङ्गम् इत्युक्ते आप् इति अस्ति आप् इत्यस्मिन् उकारः नास्ति तर्हि कुत्र वयम् उवङ्गादेशः भवति इति प्रश्नः भवति तर्हि अत्र वदति सूत्रं वदति यत् प्रत्ययग्रहणे प्रत्ययस्यपि ग्रहणं भवतु इति तर्हि प्रत्ययस्य ग्रहणं स्वीकुर्मः चेत् आप्नु इति अङ्गं स्वीकुर्मः तत्र तु उकारः अस्ति अन्ते तर्हि तस्य उकारस्य स्थाने उवङ्गादेशः भवति अनन्तरम् अन्ति इति प्रयोजयामः अस्तु भगिनि सुब्रह्मण्यं महोदय आहत्य प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् इति परिभाषा यत्र यत्र प्रवर्तते तत्र सर्वत्र आपि तदादिविधिः अपेक्षते अधुना यत्र यत्र येन विधिस्तदन्तस्य प्रवर्तते तत्र सर्वत्र प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् इति परिभाषा अपि प्रवर्तते इति नास्ति केवलं यत्र प्रत्ययविधिः भवति तत्र तत्र सर्वत्र तदादिविधिः अपेक्षते किन्तु येन विधिस्तदन्तस्य इत्यस्य यः तदन्तविधिः सः सर्वदा प्रत्ययविधौ एव इति नास्ति प्रत्ययभिन्नः अपि भवति बहुत्र यत्र केवलं वर्णस्य अथवा वर्णसमुदायस्य वार्ता न तु प्रत्ययस्य तत्र तदादिविधिः न अपेक्षते अत्र प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य ग्रहणम् इति परिभाषा यत्र यत्र प्रवर्तते तत्र सर्वत्रापि यत्र यत्र परिभाषा सूत्रं सूत्रस्य उपयोगं भवति तत्र सर्वत्रापि तदादिविधिः इत्यस्य अपेक्षितमस्ति यत्र यत्र येन विधिस्तदन्तस्य सूत्रस्य सूत्रस्य उपयोगं भवति तत्र सर्वत्र परिभाषासूत्रं या परिभाषासूत्रं वयं पठितवन्तः तस्य उपयोगम् इति भवति तु नास्ति इति दत्तमस्ति अत्र केवलं यत्र प्रत्ययविधिः भवति तत्र एव इत्युक्ते प्रत्यययुक्तः विधिः धातुप्रत्ययः सम्मेलनं यत्र भवति तत् तस्मिन् समये एव येन विधिस्तदन्तस्य सूत्रस्य उपयोगं भवति इति अहं चिन्तयामि भगिनि अत्र एन विधिस्तदन्तस्य इति इत्यस्य वर्णस्य समुदा अत्र अस्ति वर्णसमुदायस्य वर्णस्य वा वर्णसमुदायस्य वा तत्र कार्यं भवति येन विधिस्तदन्तस्य इति सूत्रेण किन्तु अस्माकम् एतत् परिभाषासूत्रं पुनः पठामः प्रत्ययग्रहणे श्नु इति प्रत्ययं गृह्णामः अस्माकं श्नु धातु ब्रुवाम् इति अस्ति खलु तर्हि श्नु इति यत् गृह्णामः तस्मिन् समये प्रत्ययग्रहणे तस्मिन् समये यदा वयं पठामः श्नु अङ्गम् इति स्वीकुर्मः तस्मिन् प्रत्ययग्रहणे प्रत्ययः अस्ति खलु श्नुति प्रत्ययः वयं जानीमः तर्हि प्रत्ययग्रहणे किं भवति यस्मात् सः विहितः यस्मात् विहितः आदौ अङ्गमस्ति खलु अङ्गात् एव विहितः भवति खलु तर्हि यस्मात् विहितः तद् आदेः तर्हि अङ्गस्य आदिः आरभ्य आदेः पञ्चमी अस्ति वयं वदामः खलु ब्रुक्लिन् नगरतः क्वीन्स् नगरं गच्छामि तर्हि आदिः अन्तम् इति भवति खलु तत् सर्वं स्वीकुर्मः तर्हि यस्मात् सः विहितः प्रत्ययः कुत्र विहितः अङ्गस्य परे विहितः खलु तर्हि यस्मात् विहितः तद् आदिः आदेः पञ्चमी अस्ति ब्रुक्लिन् नगरतः आरभ्य आदेः आरभ्य तद् अन्तस्य अपि ग्रहणं भवति प्रत्ययस्य अन्तस्य अपि ग्रहणं भवति इति परिभाषा किन्तु एतविधिस्तदन्तस्य किं वदति अन्तविधिः एव वदति तत्र तु प्रत्ययकार्यमेव नास्ति वर्णम् एव तत्र सूचयति विधिः अन्ते भवतु इति वर्णस्य समुदायस्य वर्णसमुदायस्य वा वर्णस्य वा तत्र येन विधिस्तदन्तस्य इति सूत्रेण अस्माकं कार्यं भवति किन्तु यत्र प्रत्ययः इति आगच्छति तस्मिन् समये प्रत्ययः इति वयं स्वीकुर्मः चेत् तस्मिन् समये अस्माकं प्रश्नः उदेति आदिः अन्तः इति प्रत्ययमपि स्वीकरणीयं वा इति प्रश्नः उदेति खलु तस्मिन् समये एतत् सूत्रम् एषा परिभाषासूत्रम् आगत्य कार्यं करोति आरम्भे एव अस्ति खलु प्रत्ययग्रहणे यत्र वयं श्नु इति पश्यामः प्रत्ययम् इति जानीमः तस्मिन् समये एतस्य सूत्रस्य परिभाषायाः आवश्यकता भवति किन्तु वयं युवोरिवङ्गौ इति युवोः इति दृष्टवन्तः खलु तत्तु युवोः वयं जानीमः युवोः इति वर्णः एव अस्ति तत्तु प्रत्ययः नास्ति तर्हि तस्मिन् समये येन विधिस्तदन्तस्य इति एव आवश्यकं भवति आवश्यकता भवति उवङ्गस्य इति एव भवति तत्र तु उवङ्गस्य इत्युक्ते उकारान्तङ्गस्य इति भवति तत्र प्रत्ययस्य प्रश्नः तत्र न उदेति अत्र वर्णमेलनमेव इति वर्णमेलनम् इति अहम् इति न वदामः वर्णस्य एव समुदायस्य एव तत्र वार्ता अस्ति वर्णसमुदायः अस्तु अस्तु वर्णसमुदायः वर्णः वा वर्णसमुदायस्य एव वार्ता अस्ति प्रत्ययस्य यत्र ग्रहणं भवति तस्मिन् समये प्रत्ययग्रहणे इति एतत् परिभाषासूत्रं स्पष्टीकरोति यत्र प्रत्ययस्य विधिः भवति श्नु अङ्गस्य यदि विधिः भवति अस्माकं सूत्रे अचिष्णु धातु ब्रुवाम् इति अस्तु खलु तर्हि श्नु अङ्गस्य यत्र विधिः भवति तस्मिन् समये एतत् परिभाषा प्रत्ययग्रहणे वयं प्रत्ययं गृह्णामः खलु तस्मिन् समये श्नु अङ्गस्य इति श्नु इति प्रत्ययम् इति जानीमः तर्हि एतस्य सूत्रस्य आवश्यकता भवति. यत्र प्रत्ययविधिः भवति तत्र परिभाषासू परिभाषायाः येन विधिस्तदन्तस्य इति अस्माकम् अर्थपूर्णं न भवति खलु. येन विधिस्तदन्तस्य वर्णसमुदायस्य अपि एव भवति तस्यापि भवति किन्तु अस्माकम् अर्थपूर्णं न अर्थ कुतः आरभ्य प्रत्ययं योजयामः वा आप् इति एव स्वीकरणीयं वा आप् नु इति अपि स्वीकरणीयं वा नो चेत् श्नु इति एव स्वीकरणीयं वा इति प्रश्नः उदितः खलु. इकारान्तधातुः अस्ति तर्हि अत्र यदा रियोगः रियोगः तुरादिगणः श अस्ति खलु भगिनि रियोगः श अत्र तु वर्णसमुदायः एव चिन्तयामि अत्र तत्र तु पर्याप्तं खलु येन विधिस्तदन्तस्य नीतिः एव कार्यं करोति अत्र तत्र अस्माकम् अत्र रि तत्र तु इकार अस्माकं किं सूत्रं महोदयेन उक्तं रि इति रियं तथैव अस्ति खलु रियोगः शातु युवो रियङ् वङ्गौ तत्र तु प्रत्ययः नास्ति खलु युवोः इति प्रत्ययः नास्ति तर्हि अस्माकं प्रत्ययस्य परिभाषायाः न आवश्यकता भवति एव पर्याप्तं भवति. अन्यप्रश्नः अस्ति पुनः भगिनि यदा एतत् परिभाषा न अस्ति चेत् येन विधिस्तदन्तस्य इति सूत्रं केवलम् अस्ति चेत् अन्तस्य बस् येन विधिस्तदन्तस्य इति केवलं तदेव आसीत् चेत् किं भवति अस्माकं इदानीं अङ्गस्य इति अस्ति तर्हि आप् अङ्गस्य इति भवति वा आप् श्नु अङ्गः किम् आप् इति एव अस्ति खलु आप् इति एव अस्ति तर्हि आप् आप् इति अङ्गस्य उकारस्य स्थाने उवङ्गादेशः इति तर्हि तत्तु अर्थ पूर्णता तत्र नास्ति खलु कथम् अवगच्छामः श्नु इति अपि योजनीयं खलु तर्हि आप् नु इति अस्ति चेदेव तत्र उकारान्तङ्गम् अङ्गं भवति खलु अस्माकं श्नु अङ्गं भवति अश्नु इत्यस्यपि ग्रहणं भवति इति भवनीयं यत्र प्रत्ययः योजयामः प्रत्ययस्य ग्रहणं भवति तत्र श्नु इत्यपि अस्माकं स्वीकरणीयं मिलित्वा योजयित्वा स्वीकरणीयम् इति सूत्रमस्ति नो चेत् आप् इत्येव तदेव मम किञ्चित् यदा श्नु योजयामः चेदेव ऊ आगच्छति किल यदि श्नु प्रत्ययः नासीत् चेत् श्नु अङ्गम् इति यदि वदामः चेत् श्नु इति एव वदामः चेत् येन विधि तदन्तस्य इति सूत्रेण किं भवति प्रायः अहं चिन्तयित्वा अहम् एतत् धातुः वा अङ्गं वा नास्ति एतादृश अङ्गं नास्ति किन्तु अहं वदामि भगिनि उदाहरणरीत्या अहं वदामि अश्नु इति एकं वदामि अस्तु अश्नु इति किमपि नास्ति किन्तु अश्नु इति वदामि तदेव गृह्णाति खलु श्नु अङ्गम् श्नु अन्त अङ्गम् इति अश्नु इति एव अश्नु वा अश्नु जिष्णु इति सर्वं गृह्णाति तत्र तु अस्माकं शक्नु इति तु तत्र तु इष्णु नास्ति खलु तत्र प्रत्ययोजनम् अभवत् तु अस्ति न विष्णु तु अत्र अङ्गं श्नु अङ्गं श्नु तत्तु विष्णु विष्णु वर्णस्य अस्ति खलु वर्णकार्यमस्ति खलु तत्र तु प्रत्ययमेलनं नासीत् प्रतिमस्ति वा? अश्नु इति एकं वदामि, अश्नु न, अश्नु न, विष्णु, विष्णु, तत्र शः डिफ्र, तत् अन्यशः भगिनि, सुबन्त अस्ति. तर्हि यदि अहं वदामि चेत् अश्नु इति वदामि चेत्, अश्नु अङ्गम् इति वदामि चेत्, अश्नु इत्यपि स्वीकरणीयं वा भवति खलु? तत्र तु प्रत्ययनिमित्तिकं कार्यं तत्र किमपि नास्ति, किन्तु विपरीतस्थित्या चिन्तयतु. शक्नु इति अस्ति, शक्नु इत्यस्मिन् इष्णु नास्ति खलु, इष्णु इति प्रत्ययं योजितमस्ति, किन्तु इष्णु इति साक्षात् इष्णु नास्ति अत्र, प्रत्यययोजनम् अभवत् अत्र. तर्हि प्रत्ययस्य कार्यं भिन्नमस्ति खलु अस्माकं, यत्र वयं शप् स्वीकुर्मः, यत्र शप् अङ्गम् इति कुर्मः, यत्र लघु धातुः अस्ति, भव इति भवति शप् अङ्गं खलु, भव इति स्वीकरणीयं चेत्, नो चेत् शप् इति एकम् अङ्गं भवति, तत्तु न भवति खलु. यत्र तत्र तु यत्र वयं योजयामः, यत्र शप् योजयामः, तत्र भिन्नभिन्नकार्यं तत्र सम्भवति खलु. भव इति प्रथमं तु ओकारः, उकारस्य ओकारः भवति, तदनन्तरं मेलनं भवति, तत्र एचोयवायावः कार्यं करोति, तत् सर्वं भूत्वा भव इति भवति, तत् तु शप् इति शप् अङ्गं भवति. यत्र प्रत्यय इति वदामः, तत्र अस्माभिः आदिः अन्तः श्नु प्रत्ययमपि ग्रहणं करणीयम् इति सूत्रमस्ति. स्पष्टं वा? स्पष्टं भगिनि, पुनः पठनीयं बहुवारं, किमर्थम् इत्युक्ते अस्माकं शृण्वन्तु शृण्वन्तु न अस्माकं तु अस्मिन् समये प्रश्नः एव नास्ति, नास्ति महोदय यत् वदति तदेव वयं कुर्मः खलु, यदा वयं सूत्राणि पठामः. तर्हि चिन्तनम् अस्माभिः कुतः आरम्भं करणीयम् एतावत् पर्यन्तं वयं न चिन्तितवन्तः. किमर्थं वयं प्रत्ययमपि योजयित्वा किमर्थम् अङ्गम् इति स्वीकुर्मः? अत्र शक्नु योगः अन्ति, किमर्थं वयं यत्र उवङ्ग आदेशः भवति, पूर्वं गतसप्ताहे यदा वयं पठितवन्तः, तस्मिन् समये शक्नु योगः अन्ति, महोदय उक्तवान् उवङ्ग आदेशः भवति उकारस्य, तर्हि शक्नु उकारस्य उवङ्ग भवति, शक्नुव इति भवति, शक्नुवन्ति इति लिखामः. किन्तु तस्मिन् समये अस्माकं प्रश्नः किमपि न उक्तं मया, अस्माभिः न उद्भूतम् किमर्थम् इत्युक्ते वयं न चिन्तितवन्तः, किमर्थं अत्र शक्नु इति प्रत्ययमपि योजयित्वा किमर्थं वयं स्वीकुर्मः? अङ्गम् इत्युक्ते पूर्वं यत् अस्ति तदेव अङ्गं खलु इति अस्माकं प्रश्नः वक्तव्यमासीत्, अस्माभिः पृष्टव्यमासीत्, किन्तु वयं न पृष्टवन्तः. अन्य उदाहरणं वदामि भगिनि, भावयोगः ति अस्माकं तिङन्त अस्माकम् अङ्गम् इति वयं वदामः चेत् भव इति एव अङ्गं वदामः खलु, वयं प्रत्ययं न योजयामः तस्मिन् समये. अत्र प्रत्ययं यदि वयं सूत्रे प्रत्ययं उक्तमस्ति चेत् प्रत्ययमपि योजयित्वा स्वीकरणीयम् इति एतत् परिभाषा वदति. साधारणतया वयं प्रत्ययं न योजयामः खलु, प्रत्ययस्य आदौ एतस्य तदेव योजयामः, तदेव स्वीकुर्मः अङ्गम् इति. अभवत् वा? नमस्ते भगिनि. नमस्ते भगिनि, नमस्ते, धन्यवादः महोदय. धन्यवादः धन्यवादः धन्यवादः भगिनि, धन्यवादः पुष्पा भगिनि.